तर्हि अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतं. तर्हि अत्र वयमिदानीं विभागसाधनाय अनुमानं, तत्र अपूर्वः कोटिक्रमः इति परिशिष्टे यः भागः अस्ति तत्र स्मः. तत्र गतसप्ताहे वयं दृष्टवन्तः जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति. तत्र जनकनाशाजन्यगुणनाशः इत्युक्ते तत्र जनक नाशजन्यत्वे सति गुणनाशत्वात् इति, इत्युक्ते जनकनाशाजन्यः इत्युक्ते जनकनाशः न भवति परन्तु गुणनाशः भवति, इत्युक्ते जनकनाशाजन्यगुणनाशः इति. अत्र जनकः इत्युक्ते कारणम् इति वयम् अपि तदपि दृष्टवन्तः. तत्र कारणं त्रिविधं, समवायी असमवायी निमित्त निमित्तकारणानि इति कारणानि त्रिविधम् इति अपि वक्तुमः. तर्हि अत्र गुणनाशः तु समवायिकारणेन भवति अथवा असमवायिकारणेन अथवा निमित्तकारणनाशेन इति अपि तत्र दृष्टवन्तः. तर्हि तस्मात् एव किञ्चित् पुनः पठनारम्भं कुर्मः. तर्हि अत्र रामप्रिया भगिनी भवती आरभ्यति वा, तत्र आरम्भं करोति वा, तत्र तथा हि इत्यस्मात्. तथा हि जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाशजन्यत्वे सति गुणनाशत्वात् तेजसंयोगजन्यरूपनाशवत्. गुणनाशो हि क्वचित् समवायकारणनाशेन, क्वचित् असमवायकारणनाशेन, क्वचित् निमित्तकारणनाशेन च भवति. आद्यः यथा घटध्वंसेन रूपरसादीनां ध्वंसः, द्वितीयः दिक्पिण्ड संयोगरूप असमवायीकारणनाशेन परत्वादि नाशः, तृतीयः अपेक्षाबुद्धि निमित्तकारणनाशेन द्वित्वादिनाशः. तत्र वयं दृष्टवन्तः यत्र जनकनाश अजन्यगुणनाशः, जनक इत्युक्ते कारणम् इति दृष्टवन्तः. तेन अजन्य गुणनाशः गुणनाशः न भवति इति. समानाधिकरणगुणजन्यः जनकनाश नाश अजन्यत्वे सति गुणनाशत्वात् यदा जनक नाश इत्युक्ते कारणनाश अजन्यत्वे सति गुणनाशत्वात् तेजसंयोगजन्यरूपनाशवत्. तेजसंयोगः इति कारणम् अस्ति रूपः रूपनाशं प्रति रूपनाशम् इति कार्यमस्ति तत्र. तत्र यदा तेजसंयोगः भवति, तेजसंयोगः अनन्तरं रूपः रूपनाशः द्वयोः अधिकरणं घटः अस्ति. यदा तेजसंयोगेन रूपस्य नाशं भवति परन्तु तस्य आश्रयः घटः, तस्य नाशः न भवति. तदेव समानाधिकरणगुणजन्यः इति इत्यस्य उदाहरणं दृष्टान्तमेव तेजसंयोगजन्यनाशवत् इति. तत् समीचीनं वा भगिनि? सम्यक्. गुणनाशो हि क्वच् गुणनाशस्य त्रिविधम् इति वयं दृष्टवन्तः. तद् समवायिकारणनाशेन भवति, क्वचित् असमवायिकारणनाशेन अपि भवति, निमित्तकारणनाशेन च भवति इति. प्रथमं समवायिका क्षम्यतां, तत्र गुणनाशः त्रिविधम् इति वस्तुतः न, अत्र जनकः त्रिविधम् इति एव. इत्युक्ते गुणनाशः जनकनाशाजन्यः इत्यत्र जनकः इति त्रिविधमस्ति. इत्युक्ते जनकनाशः क्षम्यतां, तत्र जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति प्रसङ्गे गुणनाशः प्रथमं केन केन भवति इति यदा वयं पश्यामः तत्र समवायिकारणनाशेन इति भवति, परन्तु गुणनाशः अन्येन कारणेन अपि भवितुं भवति खलु इति अपि वयं जानीमः एव, गुणान्तरेण भवति इति. तर्हि गुणनाशः त्रिविधम् इति त्रिविधम् इति एव नास्ति इत्येव. समवायिकारणनाशेन वा असमवायिकारणनाशेन वा निमित्तकारणनाशेन वा गुणनाशः भवति इति. तत्र प्रथमं समवायिकारणनाशः नाशेन इति तस्य उदाहरणमस्ति, यदा वयं घटस्य नाशः भवति तत्र यदा तस्य नाशः भवति तदा तत्र तस्य रूपरस रूपरसादीनाम् इति गुणस्य अपि नाशः भवति. यदा घटस्य नाशः भवति तस्य गुणः रूपं रसं तस्यापि नष्टः भवति इति. असमवायिकारणनाशेन इति द्वितीय तस्य द्वितीय उदाहरणमस्ति दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः इति. दिक्पिण्डसंयोगरूप अग्रे वयं पश्येम, तर्हि तदिदानीं मास्तु. तृतीयः अस्ति यदा निमित्तकारणनाशेन इति इत्युक्ते तत्र उदाहरणमस्ति अपेक्षाबुद्धिरूप रूपेण यदा वयं दृष्टवन्तः व्यक्तिगतज्ञानम् इति तत्र सङ्ख्यादिविषये तत्र तत्र निमित्तकारणनाशेन द्वित्वादि इति सङ्ख्यायाः नाशः भवति इति. उत्तमं. तत्र भगिनी भवती एव आरम्भं करोतु. अत्र समवायिकारणनाशेन गुणनाशः इति अस्ति खलु करपत्रं असमवायिकारणनाशेन गुणनाशः दिक्पिण्डसंयोगरूपसमवायिकारणनाशेन परत्वादिनाशः. दिक् इति द्रव्यं, दिशा सह संयोगो भवति, परत्वम् अपरत्वं च इति गुणद्वयं भवति. दिक् वस्तुतः एका एव किन्तु उपाधिभेदेन अवचित्यते विद्यते. अनेन समीपे विद्यमाना दिक् इत्युक्ते समीपे विद्यमानं स्थानं, दूरे विद्यमाना दिक् इत्युक्ते दूरे विद्यमानं स्थानम्. अतः दिक् इत्यनेन देशोपाधीना या दिक् अखण्डा दिक् या भवति तस्याः भागाः तु भवन्ति. भागाः इत्युक्ते एकैकं स्थानम् एकैक उपाधिः. समीपे विद्यमानादिक् इत्यनेन दिशः मम समीपे विद्यमानभागः. एवमेव दूरे विद्यमानादिक् इत्यनेन दिशः मत्ताः दूरे विद्यमानः भागः. अत्र दिक् पिण्डसंयोगरूपसमवायिकारणनाशेन परत्वादि नाशः इति एतदेव वाक्यं वयं पुस्तके दृष्टवन्तः. तस्मिन् विषये अस्ति विवरणं. दिक् इत्युक्ते द्रव्यं, दिक् इति एकं दिक् इति विभुद्रव्यं, दिशा सह संयोगः भवति तस्य दिक् दिक् इति दिशा दिशा सह संयोगो भवति इत्युक्ते अन्यस्मिन् द्रव्येण सह संयोगः भवति इति किल. सत्यं. परत्वम् अपरत्वम् इति गुणद्वयं भवति तत्र दिक् दिशि परत्वम् अपरत्वम् इति गुणद्वयं भवति. दिक् वस्तुतः एका एव किन्तु उपाधिभेदेन अवचिद्यते विद्यते. दिक् इति एका एव द्रव्यम् अस्ति परन्तु तत् उपाधिभेदेन तस्य अवच्छेदनं कर्तुं शक्नुमः इत्युक्ते तद् तस्य भे तद् भिद्यते दिक् भिद्यते उपाधिभेदेन. अनेन समीपा विद्यमाना दिक् इत्युक्ते समीपे विद्यमानं स्थानम्. यदा वयं समीपे विद्यमानादिक् इति वदामः चेत् समीपे विद्यमानं स्थानं, यत् स्थानं समीपे अस्ति तत् समीपे विद्यमाना दिक्, दूरे विद्यमाना दिक् इत्युक्ते यत् स्थानं दूरे अस्ति तत् दूरे विद्यमानं, दूरे विद्यमाना दिक् इति अस्ति. अतः दिक् इत्यनेन देशोपाधिना या दिक्. अतः यदा वयं दिक् इति वदामः चेत् तद् देश उपाधिना या दिक्, देशेन देशेन अवचिद्यते इति वा, व्याधिक् देशेन अवचिद्यते. अखण्डादिक् या भवति तस्याः भागः तु भवन्ति. यदा अखण्डा इत्युक्ते यस्य खण्डनं न कर्तुं शक्नुमः तद् या दिक् भवति, परन्तु तस्य तु भागः तु भवन्ति. भागः इत्युक्ते स्थानं, एकैकोपाधिः, एकैकं स्थानम् इत्युक्ते भागः इत्युक्ते एकैक उपाधिः, अवच्छेदन अवच्छे एकैक उपाधिः कारणमस्ति अवच्छेदनकारणेन. समीपविद्यमानादिक् इत्यनेन दिशः मम समीपे विद्यमानः भागः. यदा वयं समीपे विद्यमानादिक् इति वदामः चेत् तत् तत्तु मम समीपे एतद् स्थानं वा दिः अस्ति तदेव समीपे विद्यमानादिक्. एवमेव वयं यदा दूरे विद्यमानादिक् इति वदामः चेत् तत्तु दूरे विद्यमानस्थानमस्ति, भागः वा स्थानमस्ति. सम्यक्, एतत्तु स्पष्टं खलु. मध्ये अन्य कोऽपि आगतवान् किम्? भगिनी सरला आगच्छामि, किन्तु कार्यालये अस्मि, केवलं श्रुणोमि इदानीम्. अस्तु भगिनि, चिन्ता नास्ति, धन्यवादः. अस्तु तर्हि अस्तु, रामप्रिया भगिनी भवती एव अग्रे पठति वा. रामस्य सन्निहिता दिक् रामस्य समीपे विद्यमाना दिक् या भवति तेन सह संयोगो भवति यस्य कस्यापि द्रव्यस्य, यथा घटस्य संयोगः रामस्य समीपे विद्यमानया दिशा सह भवति तदानीं रामस्य कृते तद् द्रव्यम् अपरम्. अपरम् इत्युक्ते अत्र समीपं, परम् अपरम् इत्यनेन दूरं समीपं च इति अर्थः. परत्वम् इत्यनेन दूरत्वम्, अपरत्वम् इत्यनेन सामीप्यम्. अतः रामस्य कृते अयं घटः अपरः इति चेत् अस्मिन् घटे अपरत्वम् अस्ति इति उच्यते. यथा च रामात् दूरे विद्यमानया दिशा सह संयोगः भवति तस्य घटस्य, तदानीं यत् अपरत्वं घटे अस्ति तन् तद् नश्यति, परत्वं च तस्मिन् घटे उत्पद्यते. यदा वयं उदाहरणरूपेण दत्तमस्ति एव एतद् रामस्य सन्निहिता दिक् इत्युक्ते रामस्य समीपे एतद् विद्यमाना दिक् इत्युक्ते विद्यमानस्थानं या भवति तेन सह संयोगो भवति यस्य कस्यापि द्रव्यस्य. एतद् स्थानं यद् रामस्य समीपे अस्ति तस्य स्थानस्य स्थानेन सह संयोगः भवति यस्य कस्यापि द्रव्यस्य, यथा घटं घटं वा घटः इति स्वीकुर्मः चेत् अन्यद्रव्येण सह तस्य संयोगः भवति. यथा घटस्य संयोगः रामस्य समीपे विद्यमानया दिशा सह भवति तदानीं रामस्य कृते तद् द्रव्यम् अपरम्. घटस्य संयोगः यदा घटस्य संयोगः रामस्य समीपे विद्यमानया दिशा सह इत्युक्ते तस्य समीपे विद्यमान स्थानेन सह भवति तदानीं रामस्य कृते तद् द्रव्यम् अपरं. यत् समीपे अस्ति तद् रामस्य कृते अपरम् इति अस्ति. अपरम् इत्युक्ते समीपम् इत्युक्ते अपरम् इत्युक्ते समीपम्. परम् अपरम् इत्यनेन दूरं समीपं च इति अर्थः. परम् इत्युक्ते दूरम्, अपरम् इत्युक्ते समीपम् इति अर्थः. परत्वम् इति दूरत्वम्, अपरत्वम् इत्युक्ते सामीप्यम् इति भावार्थः. अतः रामस्य कृते अयं घटः अपरः इति चेत् अस्मिन् घटे अपरत्वम् अस्ति इति उच्यते. यदा वयं वदामः अयं घटः अपरः रामस्य कृते इत्युक्ते एतद् अस्मिन् घटे अपरत्वम् अस्ति इति. रामः दूरे विद्यमानया दिशा सह संयोगो भवति तस्य घटस्य, तदानीं यत् अपरत्वं घटे अस्ति तद् नश्यति, परत्वं च तस्मिन् घटे उत्पद्यते. यदा वयं तद् घटं समीपस्थानात् नीत्वा अन्यस्थाने दूरस्थाने तस्य उपस्थापनं कुर्मः चेत् तत्र रामात् दूरे विद्यमान रामात् दूरे यः दिशः अस्ति, दिक् अस्ति, तेन सह तस्य संयोगः, घटस्य संयोगः भवति. इदानीं किं भवति इत्युक्ते अपरत्वं यत् घटे पूर्वम् अपरत्वम् अस्ति तस्य नाशः भवति, इदानीं परत्वम् इति घटे गुणः उत्पद्यते. परत्वम् इति गुणः इदानीम् उत्पद्यते, अपरत्वम् इति गुणः तस्य नाशः भवति. इत्युक्ते तत्र किम् इति अवगच्छति वा? इत्युक्ते तत्र संयोगः इति गुणः अपि घटे अस्ति, परत्वम् इति गुणः अपि घटे अस्ति, इत्युक्ते अपरत्वम् इति अपि गुणः घटे आसीत् पूर्वं, खलु? तर्हि इदानीं घटः रामस्य समीपम् अस्ति, तस्मात् दूरं तस्य घटस्य संयोगः भवति चेत् तस्मात् दूरे विद्यमाना दिक्सः दिशा सह तस्य संयोगः भवति चेत् किं भवति तत्र? इदानीं तत्र पूर्वं विद्यमानं पूर्वं यः संयोगः आसीत् तस्मिन् सः नश्यति. सः संयोगः नश्यति इति कृत्वा तत्र अपरत्वम् इति गुणः अपि नश्यति, परत्वम् इति नूतनगुणः उत्पद्यते घटे. अस्तु, अस्तु, सुनील् महोदय भवान् अग्रे पठति वा? पुनः घटस्य संयोगः अस्ति रामस्य समीपे विद्यमानेन दिशः भागेन सह, तदा घटे अपरत्वमस्ति नाम समीपत्वमस्ति. रामम् अपेक्ष्य घटे अपरत्वमस्ति यदा दिशः एतेन भागेन सह घटस्य संयोगः नष्टः, तदा दिशः अन्येन भागेन सह नाम इतोपि दूरे विद्यमानेन भागेन सह संयोगो भवति. तदानीं घटे विद्यमानम् अपरत्वं नष्टं, रामम् अपेक्ष्य घटे परत्वम् आगतम्. अपेक्ष्य इत्यनेन अपेक्षते इत्यस्य लबन्धं रूपम् अप ईक्ष लेप् इति. अस्मिन् प्रसङ्गे अपेक्षया इति नोपयुज्यते, अपेक्ष्या इत्येव साधुरूपं भवति. रामम् अपेक्ष्य इत्युक्ते वित् रेस्पेक्ट् टु राम, तर्हि रामम् अपेक्ष्य घटः परः, घटे परत्वं, समीपे विद्यमानद्रव्यम् अपेक्ष्य अयमेव घटः अपरः, घटे च अपरत्वम्. अत्र पुनः घटस्य संयोगः अस्ति रामस्य समीपे विद्यमानेन दिशः भागेन सह. यदा अत्र घटस्य परिवर्तनं भवति दिशि प्रति, अतः तत्र संयोग परिवर्तनं भवति, अतः अत्र पुनः अत्र नूतन दिशः अस्ति इति, अत्र भागः अस्ति इति. तदा घटे अपरत्वम् अस्ति नाम समीपत्वम् अस्ति. यदा घटः समीपे आगच्छति तत्र अपरत्वम् अस्ति अथवा समीपत्वम् अस्ति इति. रामम् अपेक्ष्य घटे अपरत्वम् अस्ति, अतः अत्र रामस्य अपेक्षया अत्र घटे समीपत्वम् अस्ति इति अतः अपरितमस्ति. यदा दिशः एतेन भागेन सह घटस्य संयोगः नष्टः तदा दिशः अन्येन भागेन सह नाम इतोपि दूरे विद्यमानेन भागेन सह संयोगः भवति. अतः घटस्य एकस्मिन् भागः अन्यभागं प्रति गच्छति, एकस्य भागस्य सह संयोगः नष्टः, अनन्तरं नूतनभागेन सह संयोगः भवति. अतः अत्र अपरत्वं नष्टम्, अनन्तरं परत्वम् आगतम्. यदा दूरे गच्छति चेत् परत्वम् आगतम् इति. अत्र अपेक्ष्य इत्यनेन अपेक्षते इति लबन्धं रूपमेव. अतः अप ईक्ष लेप् इति अत्र अपेक्षया इति न उपयोगं करोति, परन्तु अपेक्षया इति एव. अतः अत्र रामस्य अपेक्षया अत्र अपेक्षया अत्र दूरं कियत् इति एव अस्ति अतः वित् रेस्पेक्ट् टु राम इति. अतः अत्र रामम् अपेक्षया घटः परः इत्युक्ते घटे परत्वम् अस्ति. समीपे विद्यमानद्रव्यम् अपेक्ष्य अयमेव घटः अपरः अथवा घटे अपरत्वम् अस्ति इति. अतः अत्र दूरं कियत् इति निर्णयं कृत्वा अत्र परत्वम् अपरत्वम् इति तत्र वयं वदामः. सम्यक् महोदय, अग्रे. पिण्डः इत्युक्ते किञ्चन द्रव्यं, किं द्रव्यम् इति निश्चितं नास्ति. घटः स्यात् पटः स्यात् तर्हि दिक्पिण्डसंयोगरूपसमवायिकारणनाशेन परत्वादिनाशः. अनेन पूर्वं रामम् अपेक्ष्य दूरे विद्यमानदेशोवादिदिशा सह पिण्डस्य संयोगः आसीत्. इदानीं समीपे दिग्भावे भागेन सह पिण्डस्य संयोगः जातः, तदानीं परत्वं नष्टम्, अपरत्वञ्च व्युत्पन्नं. तत्र दिक्पिण्डसंयोगः इति गुणः पिण्डे, परत्वम् इति गुणः अपि पिण्डे. दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकरणे विद्यमानः अपि च परत्वं प्रति कारणम्. असमवायिकारणं कश्चन गुणः, काचन क्रिया वा समवायिकारणे स्थितं कार्यं प्रति च कारणम्. अतः दिक्पिण्डसंयोगः परत्वस्य असमवायिकारणम्. इदानीं दिक्पिण्डसंयोगः नष्टः, तस्मात् परत्वमपि नष्टम्. अतः असमवायिकारणनाशेन गुणनाशः. पिण्डः इत्युक्ते किञ्चन द्रव्यम् अस्ति. अत्र ईदृशं द्रव्यम् इति निश्चितं नास्ति, अतः प्रायः घटः अथवा पटः इति. तर्हि दिक्पिण्डसंयोगरूपसमवायिकारणनाशेन तत्त्वादिनाशः. अतः अत्र दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः इति अस्ति. एतादृश द्रव्यस्य दिक्रूप असमवायिकारणनाशेन, अतः यदा पिण्डस्य दिक्परिवर्तनं भवति अत्र असमवायिकारणनाशेन परत्वादि अथवा परत्वम् अवरत्वम् इति नाशः अपि भवति किल. अनेन पूर्वं रामम् अपेक्ष्य दूरे विद्यमानदेशोपाधिदिशा सह पिण्डस्य संयोगः आसीत्. अत्र पुनः तदेव, अत्र रामम् अपेक्ष्य कियद्दूरमिति स्वीकृत्य अत्र पिण्डस्य संयोगः आसीत्. अत्र दिक् इति उपाधिभेदेन अस्ति, अतः अत्र विद्यमानदेशोपाधिदिशासः अथवा एकस्मिन् भागे पिण्डस्य संयोगः आसीत्। क्षम्यतां महोदय, भवान् किमुक्तवान् दिक् इति उपाधिभेदः नास्ति वा? अस्ति इति उपाधिभेदेन। इदानीं समीपे दिग्भागेन सह पिण्डस्य संयोगः जातः, पूर्वं दूरे एकः भागः आसीत् तत्र पिण्डस्य संयोगः आसीत्, इदानीं समीपे पिण्डस्य संयोगः जातः, तदानीं परत्वं नष्टम् अपरत्वं च व्युत्पन्नम्। इत्युक्ते दूरे आसीत् तत्र अपरत्वम् आसीत्, तस्य नष्टम् अनन्तरं समीपे अस्ति इति अत्र परत्वम् अस्ति, अतः समीपे अस्य अपरत्वम् अस्ति, अतः परत्वं नष्टम् अपरत्वम् आगतमिति। तत्र दिक्पिण्डसंयोगः इति गुणः पिण्डे, परत्वमिति गुणः अपि पिण्डे, दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकारणे विद्यमानः अपि च परत्वं प्रति कारणम्। अत्र दिक्पिण्डसंयोगः आसीत् पूर्वम्, अतः अत्र गुणः दिक्पिण्डयोः मध्ये संयोगः अस्ति इति संयोगगुणः अस्ति। अनन्तरं परत्वमिति गुणः अपि पिण्डे अस्ति, दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकारणे विद्यमानः अपि च परत्वं प्रति कारणं। अत्र दिक्पिण्डयोः मध्ये संयोगः अस्ति, अतः एषः संयोगः परत्वस्य समवायिकारणमपि भवति। किमर्थं भवति तत्र किञ्चित् इतोपि किञ्चित् विवृणोति वा? इत्युक्ते अत्र समवायिकारणं किम्, अपि च समवायिकारणस्य कथं दिक्पिण्डसंयोगः समवायिकारणं भवति इति? यदा वयं पश्यामः अत्र द्रव्ये कश्चन कारणं भवति, द्रव्यस्य निर्माणं भवति, तदेव समवायिकारणम् इति वयं दृष्टवन्तः। यदा कपालः घटं प्रति समवायिकारणं भवति इति, इत्युक्ते घटस्य निर्माणार्थं यदा घटं जनयति इति। एकक्षणं, तत्र घटं जनय घटस्य निर्माणार्थम् इत्युक्ते तत्र घटस्य निर्माणार्थम् अन्यद्रव्यस्य अपि उपयोगं भवति खलु, यथा दण्डः, चक्रमित्यादिः? तर्हि अत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति इति, समवायेन घटं जनयति इति एव पूर्वं दृष्टवन्तः। सत्यम्। अत्र तर्हि दिक्पिण्डसंयोगः इति अस्ति चेत् दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकारणे विद्यमानः इति अस्ति खलु, तर्हि प्रथमं परत्वस्य समवायिकारणं किम्? दिक्पिण्डसंयोगः, दिक्पिण्डसंयोगः इति परत्वस्य समवायिकारणं वा? तत्र वाक्यं किमस्ति, दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकारणे विद्यमानः खलु? ओ, दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकारणे विद्यमानः गुणः परत्वं प्रतिकारणं। प्रथमं समवायिकारणम् इति अस्ति चेत् समवायिकारणं कीदृशः पदार्थः समवायिकारणं भवति साधारणतया? द्रव्यमेव, उदाहरणमस्ति अत्र कपालः इति। सत्यं, द्रव्यमेव। तर्हि दिक्पिण्डसंयोगः इति गुणः अस्ति खलु, तर्हि तत् समवायिकारणं भवितुं भवति वा? न, अत्र संयोगः इति गुणः। सत्यं। तर्हि इदानीं परत्वस्य समवायिकारणं किम्? परत्वस्य समवायिकारणं अहं चिन्तयामि पिण्डः इति। सत्यं पिण्डः एव खलु. पिण्डे पूर्वमपि यदा रामप्रिया भगिनी पठितवती तत्रापि आगतं खलु, घटे अस्ति परत्वं. प्रथमं यदा रामस्य समीपे आसीत् घटं, तर्हि तत्र घटे परत्वमिति क्षम्यताम् अपरत्वमिति आसीत् प्रथमं. तदनन्तरं यदा घटं तस्मात् तस्य तद् दूरं घटं नयामः चेत् तर्हि घटे अपरत्वं नश्यति, परत्वमिति गुणः आगच्छति इति. तर्हि पिण्डं, पिण्डः इत्युक्ते किञ्चन द्रव्यमेव खलु, तर्हि घटं, घटः वा भवतु, पुस्तकं वा भवतु, यत्किमपि. तर्हि पिण्डे इत्युक्ते द्रव्ये अस्ति परत्वमिति गुणः, तर्हि पिण्डः भवति समवायिकारणम्. इदानीं दिक्परत्व, क्षम्यतां, दिक्पिण्डसंयोगः इति अस्ति चेत् दिक्पिण्डसंयोगः इति गुणः कुत्र अस्ति? पिण्डे अस्ति, अनन्तरं दिशि अपि अस्ति. हा उत्तमम्, सत्यं. तर्हि इदानीं पिण्डे, तर्हि पिण्डः इति असमवायिकारणं परत्वस्य, पिण्डे संयोगः इति गुणः अपि अस्ति. अपि च संयोगः इति गुणः परत्वस्य परत्वमिति कारणम् इति स्वीकुर्मः चेत् परत्वस्य पूर्वमेव अस्ति इति कृत्वा संयोगः इति असमवायिकारणं भवति परत्वं प्रति. सत्यम्? आम् आम्. अग्रे महोदय. असमवायिकारणं कश्चन गुणः काचन क्रिया वा समवायिकारणे स्थितं कार्यं प्रति च कारणम्. अत्र असमवायिकारणम् इति अत्र कश्चन गुणः वा काचन क्रिया वा समवायिकारणे स्थितं कार्यं प्रति कारणं भवति इति. अतः दिक्पिण्डसंयोगः परत्वस्य असमवायिकारणम्. अत्र दिक्पिण्डसंयोगः इति गुणः परत्वस्य असमवायिकारणं भवति. इदानीं दिक्पिण्डसंयोगः नष्टः, तस्मात् परत्वमपि नष्टम्. अतः यदा दिक्पिण्डसंयोगः नष्टः भवति, तत्र परत्वम् आसीत्, अत्र परत्वस्य नष्टः भवति. अतः असमवायिकारणनाशेन गुणनाशः भवति. अतः अत्र दिक्पिण्ड संयोगः परत्वस्य असमवायिकारणम् आसीत्. यत्र तादृश असमवायिकारणनाशः भवति, अत्र गुणनाशः अपि भवति. उत्तमं. तर्हि इदानीं तत्र दिक्पिण्डसंयोगः इति असमवायिकारणनाशेन गुणनाशः इत्यस्य उदाहरणम् अत्र किञ्चित् विस्तरेण वयं दृष्टवन्तः. तत्र तर्हि तत्र पुनः संक्षिप्तरूपेण वक्तव्यं चेत् तत्र गुणनाशः जनकनाशेन यदा गुणनाशः भवति, इत्युक्ते कारणनाशेन यदा गुणनाशः भवति, तदा कारणं त्रिविधम् इति कृत्वा समवायिकारणनाशेन गुणनाशः भवति. यथा तत्र घटः, घटध्वंसः भवति चेत् घटे विद्यमानः गुणः, रूपं, रूपं वा भवतु, रसः वा भवतु, यत्किमपि भवतु, तस्य नाशः भवति. द्वितीयमस्ति तत्र दिक्पिण्डसंयोगः इति, यथा वयं इदानीं दृष्टवन्तः. तर्हि दिक्पिण्डसंयोगः इति असमवायिकारणनाशेन परत्वम् इति गुणस्य नाशः भवति. तृतीयमस्ति तत्र अपेक्षाबुद्धिरूपनिमित्तकारणनाशेन तत्र द्वित्वादि संख्यानाशः भवति इति वयं गतसप्ताहे दृष्टवन्तः. एतावत्पर्यन्तं प्रश्नः अस्ति वा? अस्तु. तर्हि मध्ये अन्य कोऽपि आगतवान् खलु? पुष्पा भगिनी भवति वा? पुष्पा भगिनी अस्ति वा? श्री भगिनि. हा अस्तु. तर्हि भवती पुस्तकात् पठति वा? तत्र पृष्ठसङ्ख्या अस्ति 160-300 इति, परिशिष्टम् इति भागः. इदानीं एकनिमिषं कुत्र पठामि? हा, तत्र एतद् भिन्नः गुणनाशः इति अस्ति खलु? एतद् भिन्नः गुणनाशः त्रीणि न त्रि 103 न न न एकषष्टि अधिक त्रिशतं 361 एतद् भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति, यथा घटादिषु रूपादीनां नाशः, पिटरपाकवादिनैयायिकमते तेजः संयोगात् जायते, यथा वा द्रवत्वनाशः तेजः संयोगेन, एवम् आत्मसमवेतज्ञानादीनाम् अपि नाशः अस्तु भगिनि, एवं कुर्मः एकक्षणम्, एतस्मिन् विषये एव महोदयेन द्वितीयं करपत्रं निर्मितं, तर्हि अस्ति खलु भवत्याः पुरतः तत्र जनकनाशजन्यगुणनाशस्य भगिनी, तत्र तत्तु कर प्रातःकाले तत्र ई पत्रे आसीत् खलु? अस्ति जनकनाशजन्य तत्तु उद्घाटितम् अस्ति वा इति मम प्रश्नः. उद्घाटनं ओपन् प्रश्न तु उद्घाटनं प्रश्न अस्तु. एतद्भिन्नः भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति, यथा घटादिषु रूपादीनां नाशः, पिटरपाकवादिनैयायिकमते तेजः संयोगात् जायते, यथा च द्रवत्वनाशः तेजः संयोगेन, एवम् आत्मसमवेतज्ञानादीनाम् अपि नाशः. अत्र जनकनाशजन्यगुणनाशस्य एकदेशदृष्टान्ताः दीयते. अस्तु अस्तु. घटादिषु रूपादीनां नाशः तेजः संयोगात्. अस्तु, तदेव तेजः संयोगात् न तेजसंयोगात्. तत्र अत्र विसर्गः अस्ति. विसर्गः अस्ति परन्तु तेजसंयोगात् तेजः संयोगात् इति न तेजसंयोगात् इति एव तत्र तेजसंयोगात्. अस्तु, तेजसंयोगेन द्रवत्वनाशः, आत्मसमवेतज्ञानादीनां नाशः. अस्तु, क्रमेण अवलोकयामः. अस्तु, घटादिषु तेजसंयोगात् रूपादीनां नाशप्रसङ्गे भगिनि एकक्षणं, तत्र तत्र किम् अस्ति इति अवगतवती वा? हा, अवगतं. हा हा, अस्तु. अत्र गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति, तत्तु अन्तरं भवति. किम् अन्तरं भवति? प्रथमम् एतत् भिन्नः इत्युक्ते एतत् इति किं सूचयति अत्र? एतद् भिन्नः अत्र तृतीयः अपेक्षा बुद्धिरूप निमित्तकारणनाशेन द्वित्वनाशः. अत्र नाशविषये प्रथमं किम् अस्ति, द्वितीयं किम् अस्ति, तृतीयं किमस्ति इति एकक्षणं भगिनि, तत्र किम् आसीत् इत्युक्ते कारणनाशेन गुणनाशः इति वयं दृष्टवन्तः, तत्र कारणं त्रिविधम् इति कृत्वा तत्र त्रैविध्यम् आसीत्, तत्र तद्भिन्नः इत्युक्ते यत्र कारणनाशः न भवति तद्भिन्नः गुणनाशः, इत्युक्ते कारणनाशं विना यः गुणनाशः भवति सः गुणनाशः, तदेव एतद्भिन्नः गुणनाशः इत्युक्ते तादृशः गुणनाशः स्वाधिकरणे, स्वाधिकरणे तत्र स्वम् इत्युक्ते किं, स्वं स्वाधिकरणे तत्तु स्वम् इति वदनेन गुणनाशः, गुणनाशः गुणनाशः न गुणः इत्युक्ते यः गुणः यस्य गुणस्य नाशः भवति इदानीं सः गुणः तस्मिन् तस्य अधिकरणे इत्युक्ते तादृशगुणः यः अस्ति तस्य गुणस्य अधिकरणे विद्यमानेन गुणान्तरेण तस्मिन् अधिकरणे विद्यमानः अन्यगुणः यः अस्ति तेनैव भवति इति तत्र उदाहरणत्रयं ध्रियते तत्र तदेव अस्ति अत्र जनकनाशाजन्यगुणनाशस्य एकक्षणं भगिनि क्षम्यताम् एकदेशदृष्टान्तः दीयते इति इत्युक्ते जनकनाशाजन्य इत्युक्ते यत्र जनकनाशः न भवति इत्युक्ते यत्र कारणनाशः न भवति परन्तु गुणस्य नाशः भवति तत्र दृष्टान्तः अत्र अस्ति प्रथममस्ति घटादिषु रूपादीनां नाशः इत्युक्ते यथा यद्वयं पूर्वमपि दृष्टवन्तः तेजसंयोगेन घटे विद्यमानः गुणः रूपम् इति गुणः तस्य नाशः भवति द्वितीयमस्ति तेजसंयोगेन द्रवत्वस्य नाशः अपि भवति तृतीयमस्ति आत्मनि यद् ज्ञानमस्ति तस्य नाशः अपि भवति क्रमेण अवलोकयाम इत्युक्ते अग्रे पश्येम इति अग्रे पठतु तत्तु घटादिषु तेजसंयोगात् रूपादीनां नाशप्रसङ्गे परिचयः पूर्वं जातः अत्र पूर्वं जातः अत्र किन्तु पितरपाकवादिनैयायिकामते इत्युक्तम् अतः अस्मिन् प्रसङ्गे किञ्चित् पश्येम वारवारं न वाक्यं वाक्यं वदामि या पूरणं प्रथमं सम्पूर्णपरिचयं पठतु भगिनि तदनन्तरं तत्र किम् अस्ति पाकविषये वादद्वयम् अस्ति यथा जानीमः पाकः इत्युक्ते तेजः तेजसंयोगः तेजसः संयोगेन पूर्वं विद्यमानं रूपं नश्यति अथवा तेजसंयोगेन न सः संयोगेन न तेजसंयोगेन न तेजसः संयोगेन तेजसः इत्युक्ते किं तत्र तेजसः इति तेजसः संयोगेन तेजसः तु षष्टि संयोगेन पूर्वं विद्यमानं रूपं नश्यति नूतनरूपं च उत्पद्यते एवमेव रीत्या च पूर्वं विद्यमानः रसः नश्यति रसान्तरं च उत्पद्यते पूर्वं विद्यमानः गन्धः नश्यति गन्धान्तरं च उत्पद्यते पूर्वं विद्यमानः स्पर्शः नश्यति स्पर्शान्तरं च उत्पद्यते तेजसः संयोगेन एतत् सर्वं भवति कथं भवति इत्यस्मिन् विषये वादद्वयं विद्यते इदानीं घटादिषु तेजसंयोगात् रूपादीनां नाशप्रसङ्गे परिचयः पूर्वं जातः अत्र वयं पठितवन्तः तेजसंयोगेन घटस्य रूपनाशः भवति रूपनाशः भवति न भवति नूतनरूपं उत्पद्यते. अत्र पिटरपाकवादिनैयायिक मते इत्युक्तम् अतः अस्मिन् प्रसङ्गे किञ्चित् पश्येम. तत्तु इदानीं दीयते कथम् अस्ति इति पितृपाकवादिनैयायिक मते कथम् अस्ति इति. एकक्षणं भगिनि क्षम्यताम् एकक्षणं. तत्र पितृपाकवादिनैयायिकमते इति पुस्तके आसीत् खलु, तत्र रूपादीनां नाशः पितृपाकवादनैयायिकमते तेजसंयोगात् जायते इति पदमासीत् तत्र. पितृपाकवादिनैयायिकमते इत्युक्ते किम् इति तत्र अग्रे दीयते इति अस्ति वस्तुतः. कथं दीयते न कथम् इति न इत्युक्ते किम् इति पाकविषये वादद्वयमस्ति यथा पाकविषये द्वयमस्ति इत्युक्ते किम् अस्ति द्वयं वादद्वयम् अस्ति वादः द्वे मते वादं कुर्वन्ति इति. यथा जानीमः पाकः इत्युक्ते तेजसंयोगः पाकः इत्युक्ते तत्तु जानीमः न तेजसः संयोगेन तत्तु तेजसं उपयोगेन संयोजनेन संयोगेन पूर्व कथम् अस्ति तत्तु नश्यति तत् रूपं नश्यति नूतनरूपम् उत्पद्यते तथैव एवमेव रीत्या रसः तु नूतन रसान्तरम् उत्पद्यते. नूतनरसान्तरम् इति किमर्थं भगिनि? नूतनरसं रसः उत्पद्यते अथवा रसान्तरम् उत्पद्यते इत्युक्ते नूतनम् इत्युक्ते भिन्नः एव खलु अत्र इत्युक्ते नवीन इति. तर्हि तत्र यदा तेजसंयोगः भवति तदा पूर्वं यः रसः आसीत् तस्य नाशः नश्यति रसान्तरम् उत्पद्यते. पूर्वविद्यमानः गन्धः अपि नश्यति गन्धान्तरम् अपि उत्पद्यते. पूर्वविद्यमानः स्पर्शः अपि नश्यति स्पर्शान्तरम् उत्पद्यते. किमर्थं स्पर्शः नश्यति पूर्वं विद्यमानः स्पर्शः? अत्र शैनि स्मूत् कथं स्मूत् कथं वदामि कपालः न भगिनि मम प्रश्नः आसीत् प्रश्नः अस्ति पूर्वं विद्यमानः स्पर्शः नश्यति स्पर्शान्तरञ्च व्युत्पद्यते इति अस्ति खलु. किमर्थम् अथवा केन तत्र स्पर्शः नश्यति स्पर्शान्तरम् उत्पद्यते? तेजसंयोगेन. उत्तमम् उत्तमं. तर्हि तेजसंयोगः यदा भवति तदा सर्वे तेजसंयोगेन कुर्वन्ति. तेजसः संयोगेन एतत् सर्वं कथं भवति इत्यस्मिन् विषये वादद्वयं विद्यते. तद् इदानीं वदामि न उक्तं वादम् अस्ति, द्वे वादम् अस्ति, द्वे वादे सह उत्तमं द्वे वादे अस्ति न वस्तुतः द्वौ वादौ स्तः. अस्तु द्वौ वादौ स्तः. तर्हि रामप्रिया भगिनी भवती किञ्चित् अग्रे पठति वा? आम्, प्रथमवादः पीलुपाकवादः. पीलुः इत्युक्ते परमाणुः, वादः इत्युक्ते सिद्धान्तः. तत् वदति इत्यस्मिन् अर्थे वादः, तस्य कथनम् एवम् इति. वद् धातुः गञ् प्रत्ययः वादः. पीलुपाकवादिनां मतेन परमाणौ तेजसंयोगः भवति, तदा परमाणौ विद्यमानं रूपं नश्यति, तेन द्वयणुके विद्यमानं रूपं नश्यति, तेन च त्रयणुके विद्यमानं रूपं नश्यति, तेन चतुरणुके विद्यमानं रूपं नश्यति, एवं रीत्या अन्ततो गत्वा घटे विद्यमानं रूपं नश्यति. अनन्तरं परमाणौ अन्यद्रूपम् उत्पद्यते. तच्च परमाणौ रूपं द्वयणुके विद्यमानं रूपं प्रति कारणम्, तच्च क्रमेण त्रयणुके विद्यमानं रूपं प्रति कारणं भवति, अन्ततो गत्वा घटे विद्यमानं रूपं प्रति कारणं भवति. अयं वादः वैशेषिकानाम्. अत्र वादद्वयमस्ति. प्रथमवादः तु पीलुपाकवादः इति अस्ति. अत्र पीलु इत्युक्ते परमाणु इति अर्थः, वादः इति सिद्धान्तः. तत् वदति इत्यस्मिन् अर्थे वादः वादः इत्यस्य पदस्य विग्रहवाक्यं तस्य कथनम् एवम् इति. तत् वदति इत्यस्मिन् अर्थे वादः इति शब्द पदं भवति. अनन्तरं तस्य कथनम् एवम् इति. व्युत्पत्तिः, शब्दव्युत्पत्तिः एवमस्ति. वद् धातुः घञ् इति प्रत्ययः वादः इति पदम् आगच्छति. इदानीं पीलुपाकवादिनां मतेन किं भवति इत्युक्ते परमाणौ तेजसंयोगः भवति इति तेषां मतम् अस्ति. यदा परमाणौ तेजसंयोगः भवति चेत् तस्य परमाणौ विद्यमानं रूपं नश्यति. प्रथमं परमाणौ नश्यति, अनन्तरं द्वयणुके विद्यमानं रूपं नश्यति, अनन्तरं त्रयणुके एतद् रूपम् अस्ति तदपि नश्यति, चतुरणुके अपि विद्यमानं रूपं नश्यति, एवं रीत्या अन्ततो गत्वा इत्युक्ते एवं क्रमेण रूपं नष्टं भवति, अन्ततो गत्वा घटस्य रूपमपि घटे विद्यमानं रूपमपि नश्यति इति तेषां मतम्. बहु सम्यक् भगिनि. अत्र किञ्चित् स्मारयति वा तत्र परमाणुः विषये? तत्र परमाणुः द्वयणुकं त्रयणुकमिति पूर्वं वयं किञ्चित् परिशीलितवन्तः, स्मरति वा तत्र द्वयणुकम् इत्युक्ते किं, त्रयणुकम् इत्युक्ते किम् इति सर्वं? त्रयणुकात् एव प्रत्यक्षं भवति किल. स्मरामि, परन्तु संख्या दृढतया न इत्युक्ते अस्तु एवं कुर्मः. तत्र अत्र पृष्ठसङ्ख्या तत्र 53 इति चिन्तयामि. 53 इति 53 त्रिपञ्चाशत् वा? अत्र अस्ति तथापि श्रोत्रेन्द्रियम् इति अस्ति खलु तस्मिन् परिच्छेदे, तत्र तत्र प्रक्रिया घटादिद्रव्ये तस्मात् किञ्चित् पठतु. तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव. तथा हि द्वाभ्यां पृथिवी परमाणुभ्यां पृथिवी द्वयणुकम् उत्पद्यते, त्रिभिः द्वयणुकैः कुत्र अस्ति? त्रिपञ्चाशत्तमे पुटे भगिनि. त्रिभिः द्वयणुकैः त्रयणुकम् उत्पद्यते, चतुर्भिः त्रयणुकैः चतुरणुकम् इति एवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति. तावत् पर्याप्तं. तर्हि इदानीं वदति वा तत्र यदा द्वाभ्यां पृथिवी परमाणुभ्यां पृथिवी द्वयणुकम् उत्पद्यते, द्वाभ्यां परमाणुभ्यां द्वयणुकम् उत्पद्यते, अनन्तरं त्रिभिः द्वयणुकैः इत्युक्ते षड् न षड् त्रयणुकम् उत्पद्यते, षट् परमाणवः त्रयणुकं, चतुर्भिः त्रयणुकैः चतुरणुकं, चतुर्विंशति परमाणवः चतुरणुकम्. सत्यं. तर्हि तत्र पुनस्मरणत्वेनैव केवलं, तर्हि तत्र परमाणुः इति प्रथमं, तत्र द्वाभ्यां परमाणुभ्यां संयोगः भवति चेत् तत्र द्वयणुकं, त्रिभिः परमाणुभिः न परन्तु त्रिभिः द्वयणुकैः संयोगः जायते चेत् त्रयणुकम्, अपि च इदानीं त्रिभिः त्रयणुकैः खलु न तु द्वयणुकैः, त्रिभिः त्रयणुकैः मेलनं यदा भवति तदा चतुरणुकम् इति उच्यते. अस्तु. अनन्तरं परमाणु अन्यद् रूपम् उत्पद्यते यदा तस्य नाशः भवति, एवं रीत्या अनन्तरं नूतनरूपं परमाणौ उत्पादनं भवति. तत्र अवयव अवयवी भावः अस्ति खलु, तर्हि परमाणौ प्रथमं रूपं नश्यति, परमाणु नश्यति इति कृत्वा तदनन्तरं द्वयणुके इत्युक्ते तत्र तेन इत्युक्ते परमाणौ यः रूपः अस्ति तस्य नाशः भवति चेत् तेन द्वयणुके इदानीं यद्रूपम् अस्ति तस्य नाशः तथा क्रमेण गच्छति इति मुख्य अंशः अस्ति अत्र. तदर्थमेव तत्र किञ्चित् पुनस्मरणस्वरूपेण तदपि पठितवन्तः, यतोहि तत्र प्रक्रिया का इति किञ्चित् मनसि भवेत्. तर्हि तत्र परमाणुः प्रथमं रूपं नश्यति, तदनन्तरं द्वयणुके रूपं नश्यति, तदनन्तरं त्रयणुके इति क्रमेण गच्छति. तर्हि अन्ततो गत्वा समग्रघटे यद्रूपम् अस्ति तद्रूपं नश्यति. तदनन्तरम् इदानीं तत्र तेजसंयोगः अस्ति खलु, तर्हि तदा प्रथमं यद्रूपम् अस्ति विद्यमानं रूपं तत् परमाणुतः घटपर्यन्तं नश्यति, तदनन्तरं परमाणु नूतनरूपम् इदानीम् उत्पद्यते. तस्य परमाणु रूपं द्वयणुके विद्यमानं रूपं प्रति कारणं. परमाणौ रूपं यद् परमाणौ रूपमस्ति, एतद् नूतनरूपम् इति वयम् उदाहरणरूपेण स्वीकुर्मः चेत् तत् द्वयणुके विद्यमानरूपं प्रति परमाणुरूपं कारणं. क्रमेण तद् तावदेव तस्मिन् रीत्या द्वयणुकरूपं द्वयणुके विद्यमानं रूपं त्रयणुके विद्यमानरूपं प्रति कारणं भवति. अन्ते घटे विद्यमानरूपं प्रति चतुरणुके विद्यमानं रूपं कारणं भवति इति एतद्वादः तु पीलूपाकवादः. अयं वादः वैशेषिकानां वैशेषिकः यदा नैयायिकः इति वा यथा न्यायदर्शनमिति दर्शनमस्ति तद्वत् तत्र वैशेषिकदर्शनमपि तत्र वैशेषिक वैशेषिकानां मतं तथा अस्ति. इत्युक्ते पीलुपाक तत्र किम् आसीत् अस्माकं तत् पदमत्र तत्र पिटरपाकवादि नैयायिकमते इति अस्ति खलु, तर्हि तत्र पिटरपाकवादः इति नैयायिकानां वादः, पीलुपाकवादः इति वैशेषिकानां वादः. तर्हि प्रथमं तत्र पीलुपाकवादम् वादः इत्युक्ते किम् इति वयं परिचयत्वेन अवलोकितवन्तः. अत्र कश् प्रश्नः अस्ति वा, तत्र प्रायः स्पष्टं स्यात् खलु. अग्रे पठतु भगिनि. पितरपाकवादः इति द्वितीयं मतम्. अत्र च पितरशब्दः स्वीकृतः पितरशब्दस्य घट पितरशब्दस्य एव किल पटर इति टैप् पितरशब्दस्य घटः इति अर्थः. वस्तुतः घटे एव कार्यं भवति इति न, पितरपाकः इति परिभाषिकनामकरणं कृतं तावदेव. पितरशब्देन पार्थिवद्रव्यं यत्किमपि भवति. पितरपाकवादिनां मतानुसारं साक्षात् घटे एकं रूपम् अस्ति. तेजसंयोगः च साक्षात् घटे भवति, न तु परमाणौ. तर्हि घटे तेजसंयोगः जायते, तेन कारणेन घटे विद्यमानं रूपं नश्यति, रूपान्तरं च उत्पद्यते. अयं वादः नैयायिकानाम्. एतत्तु द्वितीय वादम् अस्ति पितरपाकवादः इति. तेषां मतं भिन्नम् अस्ति, पीलुपाकवादेन भिन्नम् अस्ति. अत्र पितरः इति एतत् शब्दं वयं स्वीकृतवन्तः. तस्य अर्थः घटः इति अर्थः अस्मिन् प्रसङ्गे. एतत् घटः एव इति न, किमपि पार्थिवद्रव्यं पार्थिव पृथ्व्यांशः यत्किमपि द्रव्यम् अस्ति तद् पितरः इति वयं स्वीकर्तुं शक्नुमः. पितरपाकवादिनां मतानुसारं साक्षात् घटे एकं रूपम् अस्ति. ते वदन्ति साक्षात् घटे एव एकं रूपम् अस्ति. यदा तेजसंयोगः भवति तत् साक्षात् घटे भवति, न तु परमाणौ. इत्युक्ते तेजसंयोगेन घटे किमपि यत्किमपि रूपम् अस्ति तद् तस्य नाशः भवति इति. तर्हि घटे तेजसंयोगः जायते, तेन रूपम् अस्ति, तस्य नाशः भवति, नूतनरूपम् उत्पद्यते. परमाणौ तेजसंयोगेन रूपनाशः न भवति इति पितरपाकवादिनां मतम् अस्ति. ते तु नैयायिकाः अस्ति. तर्हि तत्र तत्र भेदः किम् इति, भेदः कः इति अवगतवती खलु तत्र तत्र परमाणौ पीलुपाकवादमतेन परमाणौ प्रथमं रूपनाशं भवति, अनन्तरं परमाणौ भूत्वा अन्ततो गत्वा एव घटे रूपनाशं भवति. पितरपाकवादः वदति साक्षात् घटे एव रूपनाशः भवति, परमाणौ इति न इति. सम्यक्. तर्हि तत्र पीलु इत्युक्ते परमाणुः, पितर इत्युक्ते द्रव्यं. तर्हि तदेव अत्र तदपि मुख्यांशः खलु. तर्हि तत्र पीलुपाकः इत्युक्ते परमाणुतः आरभ्यरूपनाशः भवति इति, पितरपाकः इत्युक्ते साक्षात् द्रव्ये एव कार्यं भवति इति तेषां मतः. सम्यक् भगिनि. तर्हि अग्रे सुनील् महोदय, भवान् पठति वा? अत्र बोध्यं यत् एते चत्वारः अपि रूपं रसः गन्धः स्पर्शः एते चत्वारः अपि गुणाः साक्षात् परमाणौ. अतः प्रथमतया अवयविनि जायन्ते इति पीलुपाकवादिनः प्रतिपादयन्ति. किन्तु पिटरपाकवादिनः कथयन्ति यत् यत् महद्रव्यमस्ति घटः, तस्मिन् साक्षात् एते चत्वारः गुणाः जायन्ते. अस्य अर्थे नास्ति यत् पिटरपाकवादिनाम् अर्थो नास्ति यत् पिटरपाकवादिनां मतानुसारं परमाणुस्तरे रूपं नास्ति, रूपम् अस्ति इति तेऽपि वदन्ति. किन्तु अत्र रूपं परमाणो प्रथमं जायते इति न, साक्षात् घटे जायते. उभयमते तेजसंयोगेन रूपं जायते द्रव्ये, कथं जायते इत्येतां वानेव मतभेदः। उभयत्र च परमाणुस्तरे रूपं रसः गन्धः स्पर्शः इति गुणाः सन्ति मतद्वयेपि। अत्र बोध्यं यत् एते चत्वारः अपि अत्र रूपं रसः गन्धः स्पर्शः इति चत्वारः गुणाः अत्र साक्षात् परमाणु अस्ति इति सन्ति इति कारणेन अत्र प्रथमतया अवयविनी अपि अस्ति। अतः पीलुपाकवादिनः एवं वदन्ति चत्वारः गुणाः साक्षात् परमाणु सन्ति इति। किन्तु पिटरपाकवादिनः कथयन्ति यत् यत् महद्रव्यमस्ति घटः तस्मिन् साक्षात् एते चत्वारः गुणाः जायन्ते। अत्र पिटरपाकवादिनः वदन्ति एते चत्वारः गुणाः साक्षात् घटे एव सन्ति परमाणु न सन्ति इति। घटस्य महोदय तथा नास्ति खलु तत्र तत्र तथा नास्ति इत्युक्ते द्वे अपि तत्र द्वे मते अपि अङ्गीकारः अस्ति। कुत्र अस्ति इत्युक्ते द्वौ अपि वदतः यत् तत्र परमाणुस्तरे रूपम् अपि च रसमित्यादि अस्ति इति, परन्तु तत्र तेजसंयोगेन रूपपरिवर्तनं कथं भवति अथवा केन जायते इत्यस्मिन्नेव तयोः मध्ये भेदः, न तु तत्र परमाणुस्तरे गुणः अस्ति वा नास्ति वा इति। ओ एवं वा, अहं चिन्तितवान्। तदेव अनन्तरं तृतीयं वाक्यं पश्यतु, अस्य अर्थो नास्ति यत् पिटरपाकवादिना मतानुसारं परमाणुस्तरे रूपं नास्ति, रूपम् अस्ति इति ते अपि वदन्ति। इत्युक्ते तत्र पिटरपाकवादिनः अपि अङ्गीकुर्वन्ति। किम् अङ्गीकुर्वन्ति? तत्र परमाणुस्तरे रूपं रसः गन्धः स्पर्शः इत्यादीनि इत्यादयः गुणाः सन्ति इति ते अपि अङ्गीकुर्वन्ति। परन्तु तत्र तत्तयोः मध्ये मतभेदः अस्ति इति कृते तत्र घटे एव साक्षात् तत्र यदा तेजसंयोगेन गुणान्तरं भवति तदा घटे एव साक्षात् भवति, न तु तत्र परमाणुस्थले इति तेषां मतं। पीलुपाकवादः अस्ति परमाणुस्तरे परिवर्तनं भवति इति, पिटरपाकवादः वदति घटे एव साक्षात् भवति। इत्युक्ते किं घटे एव साक्षात् किं भवति? परिवर्तनं भवति अत्र तेजसंयोगेन। आहत्य तर्हि भेदः एवं पीलुपाकवादिभिः उच्यते यत् परमाणु विद्यमानं। क्षम्यतां महोदय, तत्र किन्तु अत्र रूपं तदपि पठित्वा समापयतु। तत्र किम् अस्ति इति भवान् उक्तवान् खलु, रूपं परमाणौ प्रथमं जायते इति न। किन्तु अत्र रूपं परमाणौ प्रथमं जायते इति न, साक्षात् घटे जायते। यदा अत्र परिवर्तनं भवति रूपं प्रथमं परमाणो न जायते इति न अर्थः, घटे एव जायते इति। तदपि पिटरपाकवादः एव किल, तदेव साक्षात् घटे जायते इति। सत्यम्, इत्युक्ते पिटरपाकवादिनां मतानुसारम् इत्युक्ते तेषां मते तत्र परमाणु प्रथमं इत्युक्ते तत्र पीलुपाकवादमते किम् अस्ति, प्रथमं परमाणौ गुणान्तरं भवति, प्रथमं गुणः जायते। तर्हि परमाणौ यः गुणः अस्ति सः गुणः द्वय्यणुके यः गुणः अस्ति तं प्रति कारणं। कारणमिति इत्युक्ते किं? कारणमित्युक्ते तत् पूर्वक्षणे विद्यमानत्वं खलु। तर्हि परमाणौ प्रथमं भवति, परमाणौ भवति इति कृत्वा द्वय्यणुके तदनन्तरं भवति, तर्हि द्वयणुके विद्यमानं रूपं त्रयणुके विद्यमानं भवति इति क्रमेण गच्छति. तर्हि कारणकार्यभावः तत्र घटपर्यन्तं वर्तते. तर्हि परमाणौ प्रथमं, तदनन्तरं द्वयणुके, तदनन्तरं त्रयणुके इति क्रमेण गच्छति रूपपरिवर्तनं तत्र पीलुपाकवादिनां मते. परन्तु पिटरपाकवादिनां मते तथा नास्ति. पिटरपाकवादिनां मते साक्षात् घटे एव, इत्युक्ते समग्रघटे एकस्मिन् समये एव तत्र रूप रूपपरिवर्तनं भवति. इत्युक्ते पूर्वरूपस्य नाशः, तदनन्तरं नूतनरूप उत्पादनम् इति तत्र समग्रघटे एकस्मिन् समानकाले भवति. इत्युक्ते तत्र क्रमेण कारणकार्यभावेन गच्छति इति नास्ति. उभयमते अवगतम. उभयमते तेजसंयोगेन रूपं जायते द्रव्ये, कथं जायते इत्येतावान्येव मतभेदः. अत्र मतद्वयम् अस्ति चेदपि उभयोरपि अत्र तेजसंयोगेन रूपं जायते द्रव्ये जायते इति मतद्वयमपि अङ्गीकरोति. परन्तु कथं जायते इति तत्रैव मतभेदः अस्ति, यदा परमाणुस्तरे वा अथवा साक्षात् द्रव्ये वा इति मतभेदः. उभयत्र च परमाणुस्तरे रूपं रसः, गन्धः, स्पर्शः इति गुणाः सन्ति मतद्वये अपि. अत्र मतद्वये अपि परमाणुस्तरे रूपं रसः, गन्धः, स्पर्शः इति गुणाः सन्ति, परन्तु तेजसंयोगेन रूपं कथं जायते इति तदेव मतभेदः. अग्रे पठामि वा? आहत्य तर्हि भेदः एवं पीलुपाकवादिभिः उच्यते यत् परमाणो विद्यमानं कृष्णरूपं नश्यति, तस्मात् कारणात् द्वयणुगे विद्यमानं कृष्णरूपं नश्यति, तस्माच्च त्रयणुगे विद्यमानं कृष्णरूपं नश्यति, एवं क्रमेण घटे विद्यमानं रूपं नश्यति. यदा परमाणो विद्यमानं कृष्णरूपं नश्यति तदा तदग्रिमक्षणे अन्यद्रूपं श्वेतरूपम् उत्पद्यते. तदा क्रमेण तदेव रूपम् उत्पद्यते द्वयणुगे, त्रयणुगे, चतुरणुगे, घटे च इति प्रक्रिया. पिडरपादवादिभिः उच्यते यत् साक्षात् घटे जायते. घटे जायते इत्युक्ते तदधिकरणे अवयवेष्यति. अतः इदं रूपपरिवर्तनं परमाणुष्वपि भवति इति ते अङ्गीकुर्वन्ति. किन्तु आदौ परमाणुषु, अनन्तरं द्वयणुगे इत्यादिकम् एषः क्रमः नास्ति. साक्षात् घटे जायते. भिन्नसमये घटे, भिन्नसमये परमाणु इति न. घटस्य यावन्तः अवयवाः सन्ति तेषु सर्वेषु युगपदेव पूर्वं रूपं नश्यति, तेषु सर्वेषु च युगपदेव नूतनं रूपं जायते. समग्रे घटे तस्य सर्वेषु अवयवेषु च एकवारमेव नूतनरूपं जायते. अत्र पुनः भेदः कः इति द्वयोर्मध्ये, पीलुपाकवादिभिः उच्यते यत् परमाणो विद्यमानं कृष्णरूपं नश्यति, तस्मात् कारणात् द्वयणुगे विद्यमानं कृष्णरूपं नश्यति, तस्माच्च त्रयणुगे विद्यमानं कृष्णरूपं नश्यति, एवं क्रमेण घटे विद्यमानं रूपं नश्यति. तदेव वयं पूर्वमपि दृष्टवन्तः. पीलुपाकवादिनां मते प्रथमं परमाणो परिवर्तनं भवति, अनन्तरं द्वयणुगे, क्रमेण त्रयणुगे, अनन्तरं घटे विद्यमानम् इति. तदा यदा परमाणो विद्यमानं कृष्णरूपं नश्यति तदा तदग्रिमक्षणे अन्यरूपं श्वेतरूपम् उत्पद्यते. अत्र पुनः परमाणो कृष्णरूपम् आसीत् तस्य नाशः भवति, अनन्तरम् अग्रिमक्षणे नूतनरूपं भवति श्वेतरूपमिति अत्र उदाहरणं. तदा क्रमेण तदेव रूपम् उत्पद्यते द्वयणुगे, त्रयणुगे, चतुरणुगे, घटे इति प्रक्रिया. यदा नाशः तत्र क्रमः आसीत् तत्र नूतनरूपस्य क्रमः अपि प्रथमं परमाणुस्तरे अनन्तरं द्वयणुगे त्रयणुगे चतुरणुगे तदनन्तरं घटे इति प्रक्रिया अस्ति. पिडरपाकवादिभिः उच्यते यत् साक्षात् घटे जायते इत्युक्ते तदधिकरणे अवयवेष्वति इति. अत्र पिडरपाकवादिभिः उच्यते यत् अत्र परमाणुस्तरे परिवर्तनं न भवति, साक्षात् घटे जायते इति. इत्युक्ते अत्र तस्य अधिकरणम् अस्ति तत्र घटे साक्षात् एव इति. अतः इदं रूपपरिवर्तनं परमाणुषु अपि भवति इति ते अङ्गीकुर्वन्ति. अत्र रूपपरिवर्तनं घटे भवति इति अर्थेन तत्र परमाणुः अपि अस्ति इति कारणेन रूपपरिवर्तनं परमाणुषु अपि भवति इति ते अपि अङ्गीकुर्वन्ति. परन्तु किन्तु आदौ परमाणुषु अनन्तरं द्वयणुवे इत्यादिक्रमः एषः नास्ति इति साक्षात् घटे एव अस्ति. अतः पिटरपादवाद्यादीनां मते अपि परमाणुषु अपि परिवर्तनं भवति इति ते अङ्गीकुर्वन्ति, परन्तु अत्र क्रमः नास्ति इति. प्रथमं परमाणुषु अनन्तरं द्वयणुकमिति भिन्नसमये घटे भिन्नसमये परमाणु इति न इति पिटरपाकवादिनां मतमस्ति. घटस्य यावन्तः अवयवाः सन्ति तेषु सर्वेषु युगपदेव पूर्वं रूपं नश्यति, तेषु सर्वेषु च युगपदेव नूतनं रूपं जायते. तेषां मतमस्ति एकस्मिन् समये एव रूपस्य नाशः भवति स घटे, अनन्तरं नूतनरूपमपि जायते इति. समग्रे घटे तस्य सर्वेषु अवयवेषु च एकवारमेव नूतनरूपं जायते. समग्रे घटे रूपस्य नाशः एकस्मिन् समये, अनन्तरं नूतनरूपं जायते एकस्मिन् समये. उत्तमं, तर्हि तत्र भेदः अवगतवन्तः खलु. तर्हि तत्र इत्युक्ते तत्र कुत्र किञ्चित् संक्षिप्तरूपेण वक्तुं शक्नोति वा महोदय, कुत्र सामीप्यमस्ति कुत्र भेदः वर्तते इति द्वयोः मतयोः इति? पीलुपाक वादः अस्ति प्रथमं परमाणुस्तरे परिवर्तनं रूपस्य नाशः भवति, अनन्तरं द्वयणुगे तदनन्तरं त्रयणुगे इति क्रमेण गच्छति, अनन्तरं समग्रगडे रूपस्य नाशः भवति इति. अनन्तरं नूतनरूपमपि प्रथमं परमाणुस्तरे भवति, अनन्तरं द्वयणुगे अनन्तरं त्रयणुगे इति क्रमेण गत्वा सर्वस्मिन् गडे रूपपरिवर्तनं भवति इति. परन्तु पिटरपादवादः वदति तत्र घटे परमाणुः अस्ति अपि चेदपि अत्र रूपपरिवर्तनं एकस्मिन् समये समग्रगडे भवति, इत्युक्ते नाशः समग्रगडे एकस्मिन् समये भवति, अनन्तरं नूतनरूपमपि समग्रगडे एकस्मिन् समये भवति. परमाणुस्तरे द्वितीयस्तर द्वयणुगे तादृशक्रमेण नास्ति. सम्यक्, तर्हि तत्र इत्युक्ते तत्र तत्र द्वयोः साम्यं वर्तते यत् परमाणुस्तरे अपि गुण ये गुणाः इत्युक्ते तत्र रूपं रस रूपरसादिगुणाः वर्तन्ते इति द्वयोः साम्यम् अस्ति अत्र. परन्तु तत्र प्रक्रिया मात्रभेदः खलु, इत्युक्ते प्रक्रियायाम् एव द्वयोः मतयोः भेदः वर्तते. इत्युक्ते कथं यदा एकः रूपः नश्यति अन्यः रूपः आगच्छति चेत् तस्य प्रक्रिया का इत्यत्र एव तयोः मध्ये भेदः वर्तते. उत्तमं, तर्हि पुष्पा भगिनी अग्रे पठति वा? अद्यत्वे वैशेषिकं न्यायः इति इमौ द्वौ विषयौ मिलित्वा पठ्यते. पृथक् पृथक् पाठः इति साधारणतया न भवति. किमर्थं द्वयं मिलित्वा पठामः इति चेत् अनयोः नवनवति प्रतिशतं मतं समानम् एव. अनयोः प्रतिशतं सिद्धान्ताः समानाः, कुत्रचित् एव एकप्रतिशतं भिन्नम्. अस्मिन् लघुभेदे भेदक्षेत्रे एतादृशाः केचन विषयाः सन्ति. वैशेषिकाणां मतानुसारं परमाणौ पाकं जायते, अतः ते पीलुपाकवादिनः इति उच्यते. नैयायिकानां मतानुसारं घटे साक्षात् पाकं जायते, अतः ते पितरपाकवादिनः इति उच्यते. अस्तु, न्यायः इति इमौ द्वौ ते इदानीं पठितवन्तः, तत्तु तं वैशेषिकं न्यायः इति द्वौ विषयौ मिलित्वा पठ्यते. किं पीलुपाकवादिनः पितरपाकवादिनः द्वौ पठ्यते. पृथक् पृथक् पाठः इति साधारणतया न भवति. तत्र प्रथमं तत्र पीलुपाकवादिनः पितरपाकवादिनः इति नास्ति खलु, तत्र प्रथमं वैशेषिकं न्यायः इति द्वौ विषयौ स्तः तद् अवगच्छति वा? इत्युक्ते वैशेषिकमतम् इति एक मतः इति एकः अस्ति, न्यायः इति भिन्नमस्ति. तर्हि तयोः मध्ये इत्युक्ते इदानीन्तनकाले न्याय अपि च वैशेषिकानां तत्र मिलित्वा एव पठनं भवति, परन्तु पुरातनकाले तथा नासीत्. किमर्थम् इदानीन्तनकाले तथा भवति इति चेत् तत्र नवनवतिप्रतिशतम् इत्युक्ते अवगच्छति खलु भगिनि? तत्र हा, तर्हि अधिकाधिकं साम्यं वर्तते. तत्र भेदः तु बहु नवनवतिप्रतिशतम् इति किं नवनवतिप्रतिशतम् इत्युक्ते नवनवति इत्युक्ते जानाति खलु, नवनवति इति संख्या, प्रतिशतम् इत्युक्ते शतं, प्रतिशतम् इत्युक्ते तत्र पर्सेण्टेज् इति वदामः खलु आङ्ग्लभाषायां, तदेव अस्ति प्रतिशतम् इति. इत्युक्ते नवनवतितमं नवनवतिप्रतिशतम् इत्युक्ते अधिकाधिकम् आधिक्येन तत्रयोः मध्ये भेदः नास्ति, बहु लघुभागः एव तत्र भेदविषयः इति कृत्वा तयोः मिलित्वा एव पठनं भवति इति. अपि च तत्र वैशेषिकानां मतानुसारं तत्र पाकः प्रथमं परमाणु भवति, इत्युक्ते पीलौ भवति इति कृत्वा पीलुः इत्युक्ते परमाणुः, तर्हि पीलुपाकवादिनः इति वैशेषिकानां अन्य नामकरणं. तद्वत् न्याय मतं ये अङ्गीकुर्वन्ति ते तु वदन्ति यत् पितरः इत्युक्ते द्रव्यं, पितरे एव प्रथमं पाकः जायते इति कृत्वा तेषां नामकरणं कृतं पितरपाकवादी इति. वादिनः इति बहुवचनं, वादी इति प्रथम एकवचनं, तर्हि ते पितरपाकवादिनः इति कथ्यन्ते. अस्तु, तर्हि अत्र समापयामः अद्य. वादी वादिन् वादिन् इति प्रातिपदिकं सत्यं वादिन् इति प्रातिपदिकं वादि वादिनौ वादिनः अस्तु वादि वादिनौ वादिनः सत्यं अस्तु अस्तु धन्यवादः धन्यवादः सर्वेषां शुभरात्रिः हा आगामिकक्षायां मिलिष्यामः. Thank you.